अस्तु तर्हि अस्माकं न्यायवर्गे तत्र अद्य किञ्चित् अनुवर्तयामः. तर्हि गुणनिरूपणप्रसङ्गे स्मः इदानीम्. अत्र सङ्ख्या इति विषये गतसप्ताहे दृष्ट्वा तदनन्तरं परिमाणस्य विषयः आरब्धः खलु. तर्हि अत्र इदानीं प्रथमं वयं परिमाणं किम् इति तस्य लक्षणवाक्यं किञ्चित् परिशीलितवन्तः. तर्हि मानव्यवहारसाधारणं कारणं परिमाणम् इति यत्र मानव्यवहार तत्र परिमाणम् इत्युक्ते किम् इति अत्र अस्ति इत्युक्ते यत्र वयं कस्यापि द्रव्यस्य किञ्चित् मानस्य व्यवहारं कुर्मः अत्र अत्र यदा दीर्घत्वम् ह्रस्वत्वम् इति वदामः चेत् अत्र परिमाणम् इति कश्चन गुणः अस्ति इति कृत्वा तस्य अवगमनं भवति. इत्युक्ते तस्य तादृशज्ञानं भवति अस्माकं अस्माकं कृते. नो चेत् अत्र ज्ञानजनकशब्दप्रयोगः इति व्यवहारहेतुः इत्यस्य अर्थः खलु. तर्हि तादृश तादृशव्यवहारः भवति यतोहि परिमाणमिति कश्चन गुणः अस्ति इति कृत्वा. तर्हि तत्र परिमाणम् इत्युक्ते किम् अपि च परिमाणं कुत्र कुत्र अस्ति इत्यपि दृष्टवन्तः. इत्युक्ते परिमाणम् इति नवद्रव्यवृत्तिः इति दृष्टवन्तः इति. तर्हि तत्र परिमाणम् इति गुणे भवति न तु तत्र क्षम्यतां द्रव्ये भवति कीदृशद्रव्ये इति अपि किञ्चित् तत्र दृष्टवन्तः. तदनन्तरं तत्र परिमाणस्य विभागान्तरम् इति तत्र प्रथमविधविभागः आसीत् तत्र ह्रस्वत्वं क्षम्यतां हा तत्र अनुमहद्दीर्घं ह्रस्वम् इति तत्र दृष्टवन्तः. तर्हि अत्र विभागस्य तत्र यदा तत्र अणुपरिमाणं मध्यमपरिमाणं महत्परिमाणं परममहत्परिमाणम् इति दृष्टवन्तः. तादृश भेदः अपि वर्तते इति तस्य विषये किञ्चित् आरम्भं कृतवन्तः. तर्हि अग्रे सरेण अस्तु. अन्य कोऽपि इदानीम् आगतः वा? अस्तु भवतु. तर्हि रामप्रिया भगिनी भवती पठति वा परिमाणस्य विभागान्तरम् इति आरभ्य? परिमाणस्य विभागान्तरं कार्यकारणभाववर्णनाय अन्योनिपरिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः. स च अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति. तत्र परमाणुपरिमाणं परमाणुद्वयाणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये घटादौ परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयं. तत्रापि आद्य आदि अन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. अत्र परिमाणस्य विभागविषये गतवन्तः. कार्यकारणभाव वर्णनाय इत्युक्ते कार्यमस्ति चेत् कारणम् अवश्यं भवेत् इति. अत्र परिमाणविभागः न्यायशास्त्रे तत् प्रसिद्धः इति पूर्वं वयं दृष्टवन्तः. अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति विभागः अस्ति इति. तत्र परमाणुपरिमाणं परमाणुद्वयाणुकयोः मध्यमपरिमाणं जन्ये द्रव्ये इत्युक्ते यस्य नाशं भवति घटादौ अस्ति. परममहत्परिमाणम् आकाशादि परमाणुपरिमाण परमाणुद्वयाणुकयोः मध्यमपरिमाणं तत्तु घटादौ अस्ति. परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयम्. आकाशादि इत्युक्ते आकाशादिकाल तत्र परममहत्परिमाणम् अस्ति इति वयं ज्ञातवन्तः. तत्रापि आदिम अन्तयोः इत्युक्ते परमाणुपरिमाणं मध्यमपरिमाणं कुत्रापि परिमाणं प्रति न कारणकं, तत् परिमाणं प्रति प्रति कारणं न भवति इति अर्थः. आद्यन्तिमयोः इत्युक्ते कयोः? आद्यः अत्र अस्ति परमाणुपरिमाणं, क्षम्यताम् अणुपरिमाणं परममहत् परिमाणम् अन्तिमः. अणुपरिमाणं परममहत् परिमाणं कारणं प्रति न कारणं, कारणं प्रति कारणत्वं, कार्यं प्रति कारणं नास्ति, मध्यमपरिमाणमेव कार्यं प्रति कारणम् अस्ति इति. सत्यम्. इत्युक्ते तत्र किमर्थमिति अग्रे आगच्छति, तर्हि तदपि परिशीलयामः. परन्तु अत्र अत्र किम् अस्ति इत्युक्ते प्रति न कारण कापि परिमाणं प्रति न कारणत्वम् इति अस्ति. तर्हि तत्र अत्र कार्यं किम्? कार्यम् अस्ति परिमाणं, परमाणुपरिमाणम्. न परमाणुपरिमाणम् हा, तस्मिन् वाक्ये आद्यन्त तत्रापि आद्यन्तमयोः परिमाणं क्वापि परिमाणं प्रति न कारणत्वम् इत्युक्ते कस्य कारणत्वम् इति अस्ति अत्र, इत्युक्ते कारणं किं कार्यं किम् अत्र? अत्र कार्यम् अस्ति परिमाणं, कारणम् अस्ति अणुपरिमाणं वा परममहत्परिमाणं वा न इति. उत्तमम्. इत्युक्ते तत्र केवलं मध्यम मध्य हा तत्र मध्यमपरिमाणम् इति जन्य द्रव्य अस्ति, इत्युक्ते घटे वा पटे वा इति भवतु, तत्र तदेव तस्मिन्नेव कारणत्वम् अस्ति, इत्युक्ते तस्य एव कारणत्वम् इत्युक्ते तदेव कारणम् इति भवति. आदि तत्र महत्परिमाणम् अपि च अणु परममहत्परिमाणम् अथवा परमाणुपरिमाणम् इति अथवा अणुपरिमाणम् इति यदस्ति तयोः अत्र कारणम् इति न भवति, इत्युक्ते कस्यापि कार्यस्य प्रति कारणं न भवति इति. किञ्चित् अत्र चिन्तनं कुर्मः. अत्र चिन्तयतु घटः अस्ति, तर्हि घटे विद्यमानं प्रथमं घटस्य समवायिकारणं किम्? घटस्य समवायिकारणं कपालः. कपालः किमर्थम्? कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पाद्यति इति तद् समवायिकारणम्. अति उत्तमम्. इदानीं घटे विद्यमानं रूपम् अथवा घटे विद्यमानः कश्चन गुणः रूपं स्वीकुर्मः, रूपं प्रति इदानीं समवायिकारणं किम्? घटस्य रूपं प्रति घटमेव समवायिकारणं. घटः एव समवायिकारणः. घटः किमर्थम्? किमर्थम् इत्युक्ते घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटरूपं जनयति. उत्तमं. तर्हि इदानीं घटे विद्यमानं रूपं प्रति असमवायिकारणं किम्? असमवायिकारणं यदा कपालरूपं वा अस्ति चेत् तद् अन्य अन्य इत्युक्ते किं? तत्र किञ्चित् स्पष्टतया वदतु. घटरूपं प्रति कपालरूपम् असमवायिकारणं. कपालरूपम् असमवायिकारणम् इत्युक्ते अत्र किमर्थं कपालरूपम् असमवायिकारणं? किमर्थम् इत्युक्ते कपालरूपं कपाले समवायेन स्थित्वा कपालरूपं कपाले समवायसम्बन्धेन तस्य उत्पादनं भवति. घटः घटरूपं घटः समवायेन घटरूपं जनयति. तयोः मध्ये असमवायीकरणं वाक्यं शुद्धं नास्ति. तयोः मध्ये असमवायः, चिन्ता मास्तु, भवती तत्र सम्यक् मार्गे एव अस्ति. इतोपि किञ्चित् प्रायः स्पष्टीकरणं भवेत्. तत्र तयोः मध्ये समवायिकारणम् असमवायिकारणं प्रथमं घटरूपं कपालरूपम् असमवायि असमवायसम्बन्धः वा असमवायिकारणं. हा हा, तथा नास्ति खलु. तत्र तयोः इति वक्तव्यं, तत्र घटरूपम् इति कार्यं, कपालरूपम् इति कारणम् असमवायिकारणं. तर्हि घटरूपम् इति कार्यं प्रति कपालरूपम् असमवायिकारणम् इति वक्तव्यम्. कपालरूपम् असमवायिकारणं घटरूपं प्रति. हा, घटरूपम् इति कार्यं वाक्यं उत्तमं. परन्तु तत्र किञ्चित् पुनः गच्छेम. अत्र तत्र किञ्चित् इतोपि सम्यक्तया वक्तव्यं खलु. तत्र किमर्थं कपालरूपं घटरूपं प्रति समवायिकारणं, तत्र असमवायिकारणस्य लक्षणं किम्? यथा भवती तत्र तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति समवायिकारणस्य विषये उक्तवती खलु. असमवायिकारणम् इत्युक्ते किम्? असमवायिकारणस्य लक्षणं समवायेन स्थित्वा समवायेन कार्यं जनयति इति. समवायेन कुत्र स्थित्वा? समवायेन कारणे स्थित्वा समवायेन कार्यं जनयति. कारणे स्थित्वा इति वस्तु. सुनील् महोदय, भवान् किञ्चित् वक्तुं शक्नोति वा? हा, तद् समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यमुत्पाद्यति असमवायिकारणम्. समवायिकारणे इति नास्ति खलु, अत्र कार्येण अथवा कारणेन सह समवायेन स्थित्वा समवेतं यत् असमवायिकारणं खलु, समवेतं यत् कारणं तत् असमवायिकारणम् इत्युक्ते अत्र इदानीं घटरूपम् इति पश्यामः चेत् तत्र घटरूपस्य समवायिकारणं किम्? अत्र कपालः समवायकरणम् अस्ति घटस्य. एकक्षणं महोदय, न इदानीं रूपस्य विषयः खलु, न तु घटस्य विषयः. घटरूपमिति कार्यं, घटरूपमिति कार्यस्य समवायिकारणं किम्? समवायिकारणं घटः. घटः, तर्हि घटरूपम् अस्ति, घटः कपाले अस्ति. इदानीं कपालपरिमाणं कुत्र अस्ति? अत्र कपालपरिमाणं कपाले अस्ति. तर्हि कपालपरिमाणम् अपि कपाले, घटः इति कारणम् असमवायिकारणम् अपि कपाले खलु. तर्हि इदानीं कपालपरिमाणं कारणेन सह इत्युक्ते घटेन सह अर्थे इत्युक्ते अधिकरणे समानाधिकरणे स्थित्वा समवेतं यत् इत्युक्ते तत्र समवेतम् इत्युक्ते समवाये सम्बन्धेन अत्र स्थित्वा कार्यं जनयति इति अत्र असमवायिकारणम्. कार्येन इत्युक्ते क्षम्यतां, कारणेन इत्युक्ते घटः इति कारणं, कारणेन सह एकस्मिन् अर्थे इत्युक्ते कपाले समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम् इति कृत्वा इदानीं कपाल परिमाणं घटकपरिमाणं प्रति असमवायिकारणं भवति यदा रूपस्य विषये. रूपमिति वयं दृष्टवन्तः, तद्वदेव परिमाणस्य विषये अपि तथा भवति. तर्हि तत्र यथा रूपस्य विषये आसीत् तद्वदेव परिमाणस्य विषये अपि कपालपरिमाणम् इति घटपरिमाणं प्रति असमवायिकारणं भवति. परन्तु इदानीं तत्र परिमाणस्य विषये पश्यामः चेत् तत्र यदा मध्यमपरिमाणम् इदानीम् इत्युक्ते कपालपरिमाणं, कपाले परिमाणम् अस्ति तद् मध्यमपरिमाणं, कपाले विद्यमानपरिमाणं घटे विद्यमानं परिमाणं प्रति यदा कारणं भवति, अत्र किं भवति तत्र यदा भवति तदा भवति यदा स्व आश्रयद्रव्यस्य उत्कृष्टपरिमाणं भवति. इत्युक्ते स्व इत्युक्ते अत्र कपालः. तर्हि तत्र कपाल तत्र यदा कपालस्य परिमाणम् अस्ति, कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणम् उत्कृष्टं परिमाणम् इत्युक्ते अधिकम्. उत्कृष्टम् इत्युक्ते अधिकं भवति इत्युक्ते कपालद्वयसंयोगेन घटः यदा घटनिर्माणं कुर्मः तत्र कपालस्य एकः कपालः स्वीकुर्मः चेत् तस्य अपेक्षया तत्र घटस्य परिमाणं द्विगुणम् अस्ति खलु. इति कृत्वा अत्र स्व आश्रयजन्यद्रव्यस्य इत्युक्ते स्व इत्युक्ते कपालः, अत्र कपालस्य क्षम्यतां तत्र स्वम् इत्युक्ते परिमाणं, परिमाणस्य आश्रयः अस्ति कपालः. कपाल स्व आश्रयजन्यद्रव्यस्य इत्युक्ते स्व आश्रय इत्युक्ते कपालः, कपालस्य जन्यद्रव्यम् इत्युक्ते किम् इत्युक्ते कपालेन यः द्रव्यं जायते इत्युक्ते घटः. आगच्छति वा? स्व आश्रयजन्यद्रव्यम् इत्युक्ते किम् इति. स्व इत्युक्ते परिमाणमेव किल, स्वम् इति परिमाणम् इदानीं सत्यम्. आश्रय इति कपालः, जन्यद्रव्यः इत्युक्ते कपालस्य जन्यः जन्यद्रव्यं घटः कपालेन जायते इति कृत्वा स्व आश्रयजन्यद्रव्यम् इत्युक्ते घटः. स्वम् इत्युक्ते परिमाणं, परिमाणस्य आश्रयः अस्ति कपालः, कपालस्य उपयोगं कृत्वा तत्र घटः जायते इति कृत्वा स्व आश्रयजन्यद्रव्यम् इति घटः. तर्हि स्व आश्रयजन्यद्रव्यस्य उत्कृष्टं परिमाणम् इति भवति खलु. इत्युक्ते स्वम् इति यत्मानम् अस्ति तद् तस्य अपेक्षया तत्र उत्कृष्टपरिमाणं भवति, तद् तदा एव असमवायिकारणम् इति भवति. इति अत्र तत्र स्वस्वजातीय स्वोत्कृष्टत्वम् इति परिमाणस्य धर्मः इति वक्तुं शक्नुमः. इति परिमाणे तत्र तादृशभावः अस्ति इत्युक्ते स्वस्वजातीय इत्युक्ते मध्यमपरिमाणं, कपाले अपि मध्यमपरिमाणं, घटे अपि मध्यमपरिमाणम् इति तत्र स्वजातीयदस्ति तस्य परिमाणम् एव जनयति, अपि च उत्कृष्टपरिमाणमपि जनयति इत्युक्ते स्वस्य अपेक्षया अधिकं परिमाणं, तादृशजनकत्वं परिमाणे अस्ति. इदानीं पश्यतु अत्र मध्यमपरिमाणम् अस्ति चेत् तादृशभावः अस्ति खलु, यतोहि तत्र कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणम् अधिकम्. कपालस्य अवयवः कः? कपालस्य अवयवः कपालिका. कपालिकस्य अवयवः कपालः, कपालस्य अवयवः कपालिका, कपालिकायाः अवयवः प्रायः लघुकपालिकः इति कृत्वा तत्र त्रि अणुकं पर्यन्तं वयं गन्तुं शक्नुमः. वस्तुतः अणुपर्यन्तं गन्तुं शक्नुमः, परन्तु इदानीं त्रि अणुकम् इति चिन्तयामः, यतोहि त्रि अणुकात् एव मध्यमपरिमाणमस्ति खलु. परमाणु द्वयणुकयोः तु परमाणुपरिमाणं, त्रिणुकात् आरभ्य मध्यमपरिमाणम्, अपि च तत्र आकाशादि द्रव्येषु परममहत् परिमाणम्. तर्हि इदानीं कपालस्य घटस्य अपेक्षया कपालस्य परिमाणं कथमस्ति? कपालस्य अपेक्षया घटस्य परिमाणं वा? कपालस्य अपेक्षया घटस्य परिमाणम् उत्कृष्टं भवति. उत्कृष्टम् इत्युक्ते अधिकम् अस्ति. अधिकम् अस्ति तद्वत् कपालिकायाः अपेक्षया कपालस्य परिमाणं उत्कृष्टम्. उत्कृष्टं तद्वत् यदा वयं गच्छेम तर्हि त्रियणुकं पर्यन्तं तथा गन्तुं शक्नुमः, यतोहि त्रियणुकस्य अपेक्षया चतुर्णुकस्य परिमाणम् उत्कृष्टम् इति वक्तुं शक्नुमः. अपि च तद्वत् परमाणु अपि च द्वयणुकस्य विषये अपि वक्तुं शक्नुमः, परन्तु स्वस्वजातीय उत्कृष्टपरि जनकत्वम् इति अस्ति खलु. तर्हि इदानीं चिन्तयतु घटस्य परिमाणं कीदृशं परिमाणम्? कपालस्य अपेक्षया वा? न तत्र विभागः इति दृष्टवन्तः खलु, मध्यमपरिमाणम्. उत्तमं. कपालस्य परिमाणं मध्यमपरिमाणं. मध्यमपरिमाणं. तर्हि इदानीं कपालस्य परिमाणं कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणम् उत्कृष्टम् इति दृष्टवन्तः, अपि च स्वस्वजातीयपरिमाणम् अपि खलु. तर्हि इदानीं तत्र कपालस्य परिमाणं तत्र स्वस्वजातीयोत्कृष्टपरिमाणं जनयति. कपालस्य परिमाणम् इति घटस्य परिमाणं कारणं खलु. तर्हि कपालस्य परिमाणं कपालस्य परिमाणेन घटस्य परिमाणं जायते. कारणम् इत्युक्ते तत्र कारणे जनकता अस्ति इति वयं पूर्वं दृष्टवन्तः खलु. कारणे जनकता अस्ति, कार्ये जन्यता अस्ति इति स्मरति वा? तर्हि इदानीं कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणं स्वस्वजातीय स्वोत्कृष्टपरिमाणं तद्वत् कपालिकायाः परिमाणस्य अपेक्षया कपालस्य परिमाणमपि तद्वत् खलु, स्वस्वजातीयस्वोत्कृष्टपरिमाणं. तथा वदामः चेत् तत्र त्रियणुकस्य परिमाणं स्वस्वजातीयस्वोत्कृष्टपरिमाणम् इति चतुर्णुकपरिमाणं जनयति. परन्तु द्वि अणुके कीदृशं परिमाणमस्ति इदानीं? तत्तु परमाणुपरिमाणं वा? उत्तमं, परमाणुपरिमाणम् अस्ति. तर्हि परमाणुपरिमाणं द्वियणुके अस्ति, द्वियणुकत्रयं सम्मिल्य तत्र त्रयणुकं जनयति खलु. तत्र स्वस्वजातीयस्वोत्कृष्टपरिमाणम् इति भवति वा? परन्तु तत्तु कारणत्वं नास्ति इति अस्ति किल? हा, तत्रैव इदानीं गच्छामः. परन्तु तत्र किमर्थं कारणं नास्ति इति इदानीं तत्र अत्र विवरणम्. तर्हि किञ्चित् भवती किञ्चित् अग्रिमसोपाने अस्ति. तर्हि इदानीं प्रथमम् एतस्य चिन्तनं कुर्मः. तर्हि तत्र द्वियणुकत्रयं मिलित्वा अत्र त्रयणुकं जनयति खलु. तर्हि अत्र द्वियणुकस्य अपेक्षया त्रयणुकस्य परिमाणं उत्कृष्टमस्ति वा? उत्कृष्टम् आम् उत्कृष्टमस्ति. उत्कृष्टमस्ति एव. द्वियणुकस्य अपेक्षया द्वियणुकम् अपि च त्रियणुकं योः परिमाणं यदस्ति तत् स्वस्वजातीयपरिमाणम् इति अस्ति वा? इत्युक्ते द्वियणुकपरिमाणं स्वस्वजातीयपरिमाणं जनयति वा? स्वस्वजातीय नास्ति खलु, यतोहि द्वियणुकस्य परिमाणम् अस्ति परमाणुपरिमाणं, त्रियणुकस्य परिमाणम् अस्ति मध्यमपरिमाणम् इति कृत्वा द्वियणुकस्य परिमाणं त्रियणुकस्य परिमाणं प्रति कारणं नास्ति. किमर्थं कारणं नास्ति इति चिन्तनम् इदानीं. तत्र कारणं नास्ति इति दत्तमस्ति, परन्तु किमर्थं तथा इति चिन्तयामः चेत् तत्र द्वियणुकस्य परिमाणं यदस्ति तस्य जातिः अस्ति परमाणुपरिमाणम्, इत्युक्ते तस्य विभागः अस्ति परमाणुपरिमाणं, परन्तु त्रियणुकस्य तु मध्यमपरिमाणं. तर्हि मध्यम परमाणुपरिमाणं मध्यमपरिमाणं जनयितुं न शक्नोति इति कृत्वा तत्र कारणं नास्ति. अत्र असमवायिकारणं वस्तुतः त्रित्वसङ्ख्या एव. इत्युक्ते द्वियणुकत्रयं मिलित्वा त्रियणुकं जनयति इति कृत्वा तत्र द्वियणुके यत् संख्या अस्ति तदेव तत्र तृतीयम् इति यः संख्या अस्ति, यत् संख्या अस्ति द्वियणुके तदेव त्रियणुकं प्रति कारणं भवति. संख्या एव कारणं तत्र त्रियणुकस्य परिमाणं प्रति. चतुर्णुकात् आरभ्य तथा नास्ति. चतुर्णुकस्य परिमाणस्य कृते तु त्रियणुकस्य परिमाणम् इति एव कारणम्. एतावत् पर्यन्तं सम्यक् वा? तत्र क्लेशः नास्ति खलु? क्लेशः भवतु. इदानीं तत्र परमाणुः अपि च द्वियणुः इति अस्ति खलु. तर्हि परमाणोः परिमाणं किम्? परमाणु द्वियणुकं द्वयोः परमाणु द्वियणुकयोः परिमाणम् अस्ति अत्र. किं कारणं वा? परिमाणं कीदृशं परिमाणं? यथा तत्र घटे मध्यमपरिमाणमस्ति तद्वत् परमाणु द्वयणुकयोः परिमाणं किम्? तत्तु अणुपरिमाणं किल. हा, परमाणुपरिमाणं सत्यं, परिमाणुपरिमाणं. तर्हि इदानीं परमाणुद्वयं मिलित्वा अत्र तस्य संयोगः जायते चेत् द्वियणुकं भवति खलु. परमाणोः परिमाणम् अस्ति परमाणुपरिमाणमेव. द्वियणुकस्य परिमाणं परमाणुपरिमाणमेव. उत्तमं, परमाणुपरिमाणमेव. तर्हि अत्र स्वस्वजातीयस्वोत्कृष्टजनकत्वम् इति अस्ति वा? भवतः चिन्तनं किम्? यदा द्वियणुकयोः वा तत्र परमाणुपरिमाणं परमाणौ विद्यमानं परमाणुपरिमाणम् अपि च द्वियणुके विद्यमानं परमाणुपरिमाणं तत्र परमाणौ विद्यमानं परमाणुपरिमाणं परमाणु अस्ति किल स्वजाति एव अस्तु जाति जाति एव अस्ति द्वियणुकं जनयति चेत् आम् स्वजातीय स्वस्वजातीयस्वोत्कृष्टजनकत्वं खलु उत्कृष्ट आम् यदा उत्कृष्टं भवति चेत् हा तत्र उत्कृष्टम् अस्ति वा इति मम प्रश्नः, तदेव मम प्रश्नः अस्ति वा उत्तमम्, उत्कृष्टं नास्ति इतोपि द्वयोः परिमाणमपि परमाणुपरिमाणमेव खलु इति कृत्वा अत्र उत्कृष्टपरिमाणं नास्ति, परमाणुपरिमाणम् इति द्वयोः अपि परिमाणम् अस्ति इति कृत्वा उत्कृष्टं नास्ति, तर्हि अत्रापि तादृश कार्यकारणभावः नास्ति, तदर्थमेव अत्र दीयते. तत्र यद् अन्तिमवाक्यम् इदानीं वयं पठितवन्तः, आद्य अन्तिमयोः, आदि इत्युक्ते अणु परमाणुपरिमाणं खलु, परमाणुपरिमाणस्य क्वापि परिमाणं प्रति इत्युक्ते अन्यपरमाणुपरिमाणं वा मध्यमपरिमाणं वा महत्परिमाणं वा यत्किमपि भवतु, कस्यापि परिमाणं प्रति कार्यकारणत्वम् इत्युक्ते तत्र कार्यकारणभावः इति नास्ति इति, यतोहि परमाणुपरिमाणं तत्र स्वस्वजातीयस्वोत्कृष्टपरिमाणमिति कदापि न जनयति. तादृश जन्यता अथवा कारणता तस्मिन् नास्ति इति कृत्वा अत्रापि तत्र इदानीं परमाणुद्वयस्य संयोगः भवति चेत् तत्र द्वयणुके विद्यमानं परिमाणं प्रति परमाणौ विद्यमानं द्वित्वसङ्ख्या एव कारणं, न तु परमाणौ विद्यमानं परमाणुपरिमाणम्. सम्यक् जन्यता मध्यमपरिमाणे एव भवति, किमपि उत्कृष्टं भवति चेत् तद् मध्यमपरिमाणे एव भवति, परमाणु परिमाणं वा परममहत्परिमाणं वा तत्र न भवति, न भवति सत्यं. तद्वत् एव तत्र महत्परिमाणे अपि, यतोहि तत्र परममहत्परिमाणं परिमाणस्य तत्र जनकता एव नास्ति खलु, तत्र तस्मात् किमपि तत्र न जायते. भवतु, तर्हि इदानीम् अग्रिमपुटे तत् किञ्चित् पठेम, प्रायः सम्यक् स्यात्. सुनील् महोदय, भवान् पठति वा मध्यमपरिमाणं तु? मध्यमपरिमाणं तु भवति स्वास्थ्यजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति समवायिकारणं, तथा हि घटस्य यावत् परिमाणं कुलालः इच्छति तज्जनयोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ. तुल्यपरिमाणकयोः कपालयोः गुणितपरिमाणस्य जननदर्शनात् इदमेव च अयम् अवयवपरिमाणापेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते. एवं च यदा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति, यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति, तथैव कपालपरिमाणमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणम्. परन्तु अत्र अस्ति कश्चित् विशेषः. किञ्चित् अधिकम् अस्ति, तर्हि कण्ठशः पश्येमः, प्रतिवाक्यं पठित्वा भवान् यत् अवगच्छति तत् किञ्चित् वदतु. मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति समवायिकारणम्. यदा इदानीं वयं उक्तवन्तः अत्र स्वाश्रयजन्यद्रव्यमिति, अत्र मध्यमपरिमाणं स्वाश्रयजन्य द्रव्यस्य कारणं भवति इति, अथवा अत्रस्य प्रथमं स्वाश्रयजन्यद्रव्यम् इत्युक्ते किं, किञ्चित् वदतु. अत्र अस्माकम् उदाहरणे, घटस्य उदाहरणे स्वम् इति परिमाणम् अस्ति, कपालः परिमाणस्य आश्रयः. अत्र कपालः घटस्य परिमाणं प्रति न एकक्षणं, किञ्चित् भवान् किञ्चित् उपानेन गच्छतु. तर्हि स्वम् इत्युक्ते परिमाणं, स्व आश्रयम् इत्युक्ते कपालः, तदनन्तरं कपालः घटं जनयति, अतः स्वाश्रय भवति घटः इति, तदेव द्रव्यमिति. तादृश द्रव्यस्य उत्कृष्टपरिमाणं प्रति कपालः इदानीं असमवायिकारणं भवति इति. कपालः असमवायिकारणं भवति वा? कपालपरिमाणम् असमवायिकारणं भवति. तर्हि पुनः एकवारं तद्वाक्यं वदतु, कस्य प्रति किम् असमवायिकारणं भवति? परिमाणं काले कपालपरिमाणम् अस्ति, अतः स्वम् इति परिमाणं कपालपरिमाणं, स्वम् आश्रयः इत्युक्ते कपालः, कपालः घटं जनयति, अतः घटे घटपरिमाणम् अस्ति, अतः स्वाश्रयजन्यम् इत्युक्ते घटः, अतः कपालपरिमाणं घटपरिमाणं प्रति असमवायिकरणं भवति, तदपि उत्कृष्टपरिमाणं प्रति असमवायिकरणं भवति. इदानीम् उत्कृष्टपरिमाणम् अत्र किं, तत्र वाक् तत्र पदं पश्यतु, आश्रयजन्यद्रव्यस्य उत्कृष्टं परिमाणम् इति अस्ति खलु, घटस्य. हा, तर्हि घटस्य उत्कृष्टपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणं भवति. उत्तमं, घटस्य घटस्य उत्कृष्टं परिमाणं प्रति कपालस्य परिमाणम् असमवायिकारणं भवति. सम्यक्, बहु सम्यक्. रामप्रिया भगिनी भवती अपि आगच्छति वा? आम् आं भगिनि, कपालपरिमाणं प्रति घटपरिमाणम् असमवायिकारणं. क्षम्यतां, घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणम्. उत्तमम्, उत्तमम्. अत्र किम् अस्ति उत्कृष्टं परिमाणम्? उत्कृष्टपरिमाणम् अस्ति घटपरिमाणम्. स्व आश्रयः अस्ति कपालपरिमाणम्. स्व इत्युक्ते परिमाणम्, आश्रयः कपालः. स्वम् इत्युक्ते परिमाणं, स्व आश्रयः कपालः. कपालः जन्यद्रव्यः अस्ति घटः. जन्यद्रव्यस्य उत्कृष्टपरिमाणम् इत्युक्ते घटस्य परिमाणम्. उत्तमम्, अस्तु, अग्रे पठतु महोदय. तथा हि घटस्य यावत् परिमाणं कुलालः इच्छति तज्जनयोग्य परिमाणौ एव तेन स्वीकार्यौ. अत्र कुलालः अस्ति, सः घटस्य परिमाणं कीदृशं भवितुम् अर्हति इति चिन्तयति, तद्रीत्या कपालद्वयं तेषां परिमाणमपि स्वीकरोति. लघु लघुकटः इत्युक्ते सः लघु कपालौ स्वीकरोति, बृहत् इत्युक्ते बृहत् कपालौ स्वीकरोति. इति तत्र वयम् आनुभविकेन जानीमः खलु, तर्हि तत्र घटस्य परिमाणं यथा आवश्यकं तदाधारेण एव कपालस्य स्वीकरणं भवति, तत्र स्वीकार्यं भवति तत्र कपालेन, अथवा तत्र विपरीतदिश्या अपि वक्तुं शक्नुमः, कपालस्य परिमाणं यदस्ति तदाधारेण एव घटस्य परिमाणं भवति इति. तुल्यपरिमाणयोः कपालयोः तद्गुणितपरिमाणवत् घटस्य जननदर्शनात् अत्र कपालयोः परिमाणं द्विगुणितं स्वीकृत्य घटस्य परिमाणं भवति इति वा? हा, तत्र तुल्यपरिमाणकयोः कपालयोः इत्युक्ते किम्? अत्र कपालद्वयं तुल्य परिमाणमेव अस्ति. तुल्यपरिमाणम् इत्युक्ते समान आकारः इति. हा, समानपरिमाणम् इति ते तत्र इदानीं कपालद्वयं स्वीकृत्य कपालद्वयस्य संयोगेन घटः भवति इति वयं जानीमः. तर्हि कपालद्वयस्य परिमाणं समानमस्ति चेत् समानम् अस्ति तत् स्वीकृत्य घटः इदानीं निर्माणं कुर्मः चेत् तत्र घटस्य परिमाणं कपालस्य परिमाणस्य अपेक्षया द्विगुणितम् अस्ति इत्युक्ते इति वयं जानीमः. यतोहि तत्र एकं परिमाणं, द्वितीयस्य कपालस्य अपि तदेव परिमाणं, तत्र तद् सम्मिलित्वा द्विगुणितं भवति, तत्र द्विगुणिकं भवति तत्र घटस्य परिमाणम् इति वयं जननदर्शनात् इत्युक्ते तत्र वयं प्रत्यक्षेण वयं जानीमः. इदमेव च अवयवपरिमाणापेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते. अतः अत्र अवयवः अस्ति, तत्र वयं परिमाणं जानीमः. अतः यदा घटस्य उत्पादनं भवति तत्र तद् कपालस्य अपेक्षया परिमाणस्य अपेक्षया उत्कृष्टं भवति इति शास्त्रे भवति. उत्कृष्टमिति उत्कृष्टं परिमाणम् इति शब्देन वदति. इत्युक्ते अवयवः इत्युक्ते इदानीं कपालः, अवयवी इत्युक्ते घटः. तर्हि अवयवस्य परिमाणं यदस्ति तस्य अपेक्षया अवयविनः परिमाणम् इत्युक्ते कपालपरिमाणस्य अपेक्षया घटपरिमाणम् इत्युक्ते घटस्य परिमाणम् अधिकमस्ति इति कृत्वा तस्य एव उत्कृष्टं परिमाणम् इति शास्त्रे इत्युक्ते न्यायशास्त्रे अत्र व्यवगृह्यते. इत्युक्ते उत्कृष्टं परिमाणम् इति वदामः अथवा न्यायशास्त्रे उच्यते. एवं च यथा कपालद्वयसंयोगः कपाले समवायं स्थित्वा तत्रैव घटं जनयति, तथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति, तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायीकरणं. वयं पूर्वं दृष्टवन्तः अत्र रूपस्य विषये च सङ्ख्यायाः विषये. रूपस्य विषयः नास्ति खलु कपालद्वयसंयोगः इति विषयः. तत्र प्रत्येकं भागं स्वीकृत्य तत्र कथं तत्र कीदृशं कारणं कथम् इति किञ्चित् प्रतिपादयतु महोदय. अत्र यदा कपालसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति इति. अत्र वयं यदा वयं समवायीकारणम् असमवायीकारणम् इति दृष्टवन्तः, तत्र कपालसंयोगः इति अस्ति. अत्र कपालः तस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति इति कपालः समवायीकरणमिति. कपालः कस्य समवायीकारणं? घटस्य समवायीकारणम्. उत्तमं. तादृशम् अत्र तादृश समवायिकारणे यत् समवायेन स्थित्वा समवायेन घटं जनयति इति घटस्य असमवायिकारणम् इति तदेव तदपि कपालः इति. हा, परन्तु अत्र समवायिकारणे स्थित्वा इति तत्र वस्तुतः तादृशं सम्यक् नास्ति खलु, यतोहि असमवायिकारणस्य लक्षणवाक्यं पठामः चेत् यद् भवान् वदति तत् सम्यक् एव, परन्तु तत्र इतोपि किञ्चित् सम्यक्तया वक्तव्यं चेत् तत्र कारणेन सह स्थित्वा इति, कार्येण सह स्थित्वा इति, कार्यमिति अत्र घटः, घटः अपि कपाले अस्ति, कपालसंयोगः अपि कपाले अस्ति खलु, तर्हि कार्येण स्थित्वा कार्यं प्रति क्षम्यतां स्थित्वा तत्र समवायेन कार्यं जनयति इति तत्र असमवायिका घटस कपालसंयोगः इति असमवायिकारणं घटं प्रति. बहु सम्यक्. एकक्षणं, तत्र द्वितीय उदाहरणं यदस्ति दृष्टान्तः, तद् रामप्रिया भगिनी भवती तथा वदति वा यदा इदानीं प्रथमभागस्य प्रतिपादनम् अभवत्. अत्र तु एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति इति अस्ति. एकत्वमपि घटे अस्ति समवायेन. एकक्षणं, प्रथमम् अत्र कार्यं किम् इति चिन्तयतु, तदनन्तरं कार्यस्य समवायिकारणं किं, तदनन्तरम् असमवायिकारणं किम् इति तत्र सोपानेन गच्छामः, किञ्चित् सुलभं भवति. चित्रम् अस्ति वा इति, चित्रं नास्ति इति मन्ये. भवती एव चित्रं रचयतु. अहमेव चित्रं रचयामि. अत्र घटः इति कारणं, प्रथमं क्षम्यतां, कार्यं, तत्र कार्यं किं? कार्यं तु एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति. जनयति इति द्वित्वं, द्वित्वं कार्यं. एकत्वं घटे समवायेन स्थित्वा, घटः इति कारणं. कीदृशं कारणं? कीदृशं? समवायिकारणं. समवायिकारणं, किमर्थं समवायिकारणं? तत्तु एकत्वं प्रथमं जनयति. एकक्षणम्, एकत्वं प्रथमं जनयति इति खलु, तत्र घटं, घटः इति तत्र इदानीं द्वित्वम् इति कार्यं, द्वित्वम् इति कार्यं प्रति घटः इति समवायिकारणं खलु, घटः समवायिकारणम्. आम्. किमर्थं घटः इति समवायिकारणम् इदानीं द्वित्वं प्रति? गुणगुणिनोः सम्बन्धः. गुणगुणिनोः सम्बन्धः कः? क्षम्यताम्. वदतु. रूप एकत्वम् इति द्वित्वं वा एकत्वम् इति संख्या किल, संख्या सत्यं, सत्यं. गुणगुणिनोः सम्बन्धः कः? समवायिसम्बन्धः. समवायसम्बन्धः, समवायसम्बन्धः. परन्तु समवायसम्बन्धः सम्यक्, परन्तु इदानीं विषयः अस्ति समवायीकारणम् इति. तर्हि घटः किमर्थं द्वित्वस्य समवायीकारणम् इति प्रश्नः. भवती यदुक्तवती तद् अर्धभागमस्ति, इतोपि किञ्चित् वक्तव्यं तावदेव. समवायेन स्थित्वा किमर्थं समवायिकारणं किल तादात्म्येन तादात्म्येन स्थित्वा समवायेन घटं जनयति इति समवायिकारणं घटं जनयति इति वा एकत्वं जनयति किल क्षम्यतां जनयति द्वित्वं अस्तु कः जनयति कः इदानीं द्वित्वं कुत्र अस्ति द्वित्वं कार्यम् अस्ति कुत्र अस्ति द्वित्वं घटे अस्ति घटः घटे द्वित्वम् अस्ति तर्हि तादात्म्येन स्थित्वा कार्यं जनयति इति कस्य इदानीं वक्तुं शक्नुमः इत्युक्ते तत्र कारणं किं कार्यं किं तादात्म्येन कः स्थित्वा कीदृशं किं कार्यं जनयति समवायेन किं कार्यं जनयति घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन द्वित्वं जनयति समवायिकारणं अति उत्तमं तर्हि घटः तादात्म्येन स्वस्मिन् स्थित्वा समवायेन द्वित्वम् इति संख्या जनयति तर्हि तत्र समवायिकारणम् अस्ति घटः कार्यम् अस्ति द्वित्वम् इति संख्या इदानीं तद्वाक्यम् एकवारं पुनः पठतु एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति तर्हि इदानीम् एकत्वं कीदृशं कारणम् एकत्वं समवायीकरणं घटं प्रति न न एकवारं पुनः तद्वाक्यं पठतु एकत्वं घटे समवाय ओ असमवायिकरणं क्षम्यताम् एकत्वं घटे समवायेन स्थित्वा तत्रे समवायेन द्वित्वं जनयति इदानीं एकत्वं द्वित्वं प्रति असमवायिकरणं किल हा इदानीं तत्र हा इदानीं कारणं किम् एतस्मिन् वाक्ये एतत् कारणम् अस्ति कार्यं कार्यं कार्यमस्ति द्वित्वं द्वित्वम् उत्तमं तर्हि द्वित्वम् इति कार्यं द्वित्वस्य समवायिकारणमस्ति घटः घटः उत्तमम् असमवायिकारणं किम् एकत्वम् एकत्वं किमर्थम् एकत्वं समवायेन घटे स्थित्वा समवायेन द्वित्वं जनयति सत्यम् इदानीं यदा तत्र असमवायिकारणस्य लक्षणवाक्यम् आसीत् तद्वत् वदतु तत्र कारणेन सह वा अथवा हा सत्यं कारणेन सह एकस्मिन् अर्थे समवेतम् इति किल अस्तु तर्हि तत्र एकक्षणं चिन्तयामः तर्हि कारणेन सह इति अस्ति चेत् एक इदानीं कारणं किम् कारणमस्ति एकत्वम् एकत्वम् इति कारणं कारणे एकत्वं कारणेन सह इति उक्तवती खलु तर्हि तत्र तत् कारणं किं द्वितीयं कारणं किम् एकत्वम् इति एकं कारणं कारणेन सह इत्युक्ते तत्र द्वितीयं कारणम् अपेक्षितं खलु घटः अस्तु तर्हि एकत्वं कुत्र अस्ति एकत्वं घटे अस्ति घटः कुत्र अस्ति घटः स्वस्मिन् अस्ति घटः स्वस्मिन् अस्ति वा कपाले उत्तमं तर्हि एकत्वम् इदानीं कारणेन सह एकस्मिन् अर्थे अस्ति वा इत्युक्ते घटेन सह एकस्मिन् अर्थे अस्ति वा ओहो चिन्तयतु नास्ति खलु तत्र घटस्य अधिकरणमस्ति कपालः एकत्वस्य अधिकरणमस्ति घटः घटः तर्हि इदानीम् असमवायिकारणस्य लक्षणवाक्यम् एकवारं पुनः पठतु कार्येण सह वा द्वौ अपि वा कार्येण वा कारणेन सह एकस्मिन् अर्थे अर्थे अस्तु इदानीं कारणेन सह नास्ति तर्हि कार्येन सह अस्ति वा तत्र सोपानेन गच्छतु कार्यं किं कार्यमस्ति द्वित्वं द्वित्वस्य अधिकरणं किं द्वित्वस्य अधिकरणमस्ति घटः एकत्वस्य अधिकरणं किं तदपि घटः आम् समवेतम् इति तर्हि इदानीं कार्येण सह अस्ति वा कारणेन सह अस्ति वा कार्येण सह तर्हि वाक्यं सम्पूर्णतया वदतु कार्येण सह इत्युक्ते द्वित्वेन सह एकस्मिन् अर्थे इत्युक्ते घटे घटे समवेतम् इत्युक्ते समवाय समवायिक समवेतम् इत्युक्ते समवायिकारणं समवायसम्बन्धं असमवायिकारणं एकत्वं प्रति असमवायिकारणम् उत्तमम् एकत्वम् एकत्वं कार्येण सह इत्युक्ते द्वित्वेन सह एकस्मिन् अर्थे घटे समवेतं सत् इत्युक्ते समवायेन तत्र कार्यं जनयति इति अत्र एकत्वं द्वित्वमिति कार्यं प्रति असमवायिकारणम् इदानीम् अवगच्छति वा तत्र प्रश्नः नास्ति खलु प्रश्नः उत्तमं तर्हि तृतीयं वाक्यमपि भवती एव करोतु किञ्चित् झटिति करोतु कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणम् अत्र अपि कपालपरिमाणं प्रथमं कपाले तादात्म्येन स्थित्वा कपालपरिमाणं जनयति परन्तु इदानीं किञ्चित् चिन्तयतु एकक्षणम् अत्र तत्र सोपानेन गच्छतु भगिनि तर्हि तत्र सौलभ्यमस्ति खलु नो चेत् किञ्चित् भ्रमः आगच्छति तर्हि इदानीं प्रथमम् अत्र कार्यं किम् इति चिन्तयतु तस्मात् आरम्भं करोतु इदानीम् अत्र कार्यं किं यद्भवती उक्तवती तत् सत्यमेव परन्तु अत्र कार्यं किम् अत्र घटपरिमाणमेव कार्यमस्ति तर्हि घटपरिमाणम् इति कार्यं चेत् घटपरिमाणस्य क्षम्यतां घटपरिमाणस्य समवायिकारणं किम् घटपरिमाणस्य समवायिकारणमस्ति घटः घटपरिमाणस्य समवायिकारणमस्ति घटः सम्यक् तदनन्तरं कपालपरिमाणस्य समवायिकारणमस्ति कपालः कपालपरिमाणस्य समवायिकारणमस्ति कपालः सम्यक् इदानीं तद्वाक्यं पुनः एकवारं पठतु तत्र विषयः कः कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि समवायिकारणम् कपालपरिमाणम् असमवायिकारणम् इति दत्तं खलु कपालपरिमाणं कस्य तत्र कार्यं किं कपालपरिमाणम् असमवायिकारणं चेत् तत्र कार्यं किं कार्यमपि घटपरिमाणं घटपरिमाणम् उत्तमं तर्हि तत्र कपालपरिमाणं घटपरिमाणं प्रति असमवायिकारणम् इति वयं जानीमः तर्हि वाक्ये किमस्ति कथं कपालपरिमाणं घटपरिमाणं प्रति असमवायिकारणं भवति कपालपरिमाणं कपाले समवायेन स्थित्वा घटपरिमाणं जनयति सत्यं तर्हि इदानीं कपाले स्थित्वा इति किमर्थं दत्तमस्ति अत्र कपाले कपाले स्वस्मिन् तादात्म्येन स्थित्वा इति कपालः कपाले तादात्म्येन अस्ति खलु कपालः कपाले कपालपरिमाणम् अस्ति घटपरिमाणं घटे अस्ति घटः कपाले अस्ति उत्तमं कपालः इति अधिकरणं तदेव कपालपरिमा घटपरिमाणं कपालपरिमाणं प्रति असमवायिकारः. उत्तमम्. इत्युक्ते घटः कपाले अस्ति. घटः इति किम् अस्ति? घटपरिमाणं प्रति घटः घटपरिमाणं प्रति समवाय समवायेन समवायिकारणं समवायिकारणम् आम् समवायिकारणमस्ति खलु. तर्हि इदानीम् अत्र किम् अस्ति? अत्र कार्येण सह अस्ति वा कारणेन सह अस्ति वा एकस्मिन् अर्थे? एकस्मिन् अर्थे तत्र कपाले कपालः कपालः इति समानाधिकरणः अत्र समानाधिकरणं तत्तु कारणमस्ति कारणेन सह. किम् अस्ति कारणं? कपालः अस्ति कारणं. एकक्षणं. कपालपरिमाणं कारणेन सह एकस्मिन् अर्थे समवेशं सत् कारणम् असमवायिकारणं खलु. तर्हि तत् कपालपरिमाणम् एक कारणेन सह इत्युक्ते केन कारणेन सह? कपालपरिमाणं कपालपरिमाणं कपालेन सह. कपालपरिमाणं कपालेन सह एकस्मिन् अर्थे अस्ति वा? नास्ति किल. तर्हि केन? इदानीं भवती उक्तवती खलु घटपरिमाणं प्रति कारणं किं? न भवती सर्वं जानाति. किञ्चित् तत्र शृङ्खला तत्र किञ्चित् शृङ्खला एव आवश्यकं. घटपरिमाणं घटे अस्ति घटः कपाले अस्ति तद् उत्तमं. घटः घटपरिमाणं प्रति किं? घटः घटपरिमाणं प्रति समवायिकारणम्. उत्तमं. घटः कुत्र अस्ति? घटः कपाले अस्ति. कपालपरिमाणं कुत्र अस्ति? कपालपरिमाणं कपाले अस्ति. तर्हि कपालपरिमाणं घटेन सह एकस्मिन् अर्थे अस्ति वा? कपालपरिमाणं घटेन सह एकस्मिन् अर्थे अस्ति. आम्. तर्हि इदानीं कारणेन सह अस्ति वा कार्येण सह अस्ति वा? कारणेन सह अस्ति. आम्. कारणेन सह. तर्हि कपालपरिमाणम् इति घटेन सह इत्युक्ते समवायीकारणेन सह एकस्मिन् अर्थे स्थित्वा इदानीं समवायेन तत्र घटपरिमाणं जनयति. तदर्थमेव तत्र कपाले समवायेन स्थित्वा इति अस्ति खलु. यतोहि कपाले घटः अपि अस्ति यद् घटपरिमाणं प्रति समवायीकारणं. पूर्वस्मिन् वाक्ये एकत्वं घटे समवायेन स्थित्वा तत्र यदा घटे एकत्वम् अस्ति अत्र तत् अत्र द्वित्वम् एकत्वम् इति तयोः तत्र कार्येण सह इति आसीत्. अत्र कारणेन सह भेदः अवगच्छति वा? भेदः. तत्र उभयत्र अपि असमवायिकारणमेव परन्तु प्रथमदृष्टान्ते कार्येण सह इत्युक्ते द्वित्वम् इति कार्यं द्वित्वस्य अधिकरणमपि घटः एकत्वम् इति कारणं तस्य अधिकरणमपि घटः. तर्हि एकत्वं कार्येण सह एकस्मिन् अर्थे स्थित्वा द्वितीय उदाहरणे कपालपरिमाणम् इति कपाले घटः इति समवायीकारणमपि कपाले तर्हि तत्र कारणेन सह स्थित्वा इति तदेव अत्र भेदः. उत्तमं. तर्हि अस्तु एतत् सर्वमेव अग्रे आगच्छति. तर्हि अत्र वयं सम्यक्तया अवगतवन्तः इति चिन्तयामि. तर्हि अग्रे किञ्चित् झटिति प्रायः गन्तुं शक्नुमः. तर्हि सुनील् महोदय भवान् पठति वा तत्र द्वितीय असमवायिकारणवर्णनम् इति? द्वितीय असमवायिकारणवर्णनं कपालघटगतयोः परिमाणयोरस्ति कार्यकारणभावः आनुभविकः परतु चित्रेणेदं स्पष्टं यत् द्वयोः सामानाधिकरण्यं नास्ति. कपालस्य परिमाणं तद्गुणः तत्रैव समवायेन स्यात्. खडपरिमाणं च तद्गुणः तत्र समवेतः भवेत्. अतः तयोः समानाधिकरण्यनिर्वाहाय कार्यं घटपरिमाणं कर्णाधिकरणे कपाले परम्परासम्बन्धेन नेतव्यं. स च परम्परासम्बन्धः स्वसमवायिसमवायित्वसम्बन्धः. स्वं घटपरिमाणं तत्समवायिघटः तत्समवायिकपालः समवायित्वं कपाले इति स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले प्राप्तं. तत्रैव च कपालपरिमाणमपि समवायेन वर्तते इति कार्यकारणयोः कपाले सामानाधिकरण्यं सम्पन्नम्. उत्तमं. तर्हि एवं कुर्मः, अत्र महोदयस्य करपत्रं पठामः, तत् पठित्वा पुनः एतत् पठामः. तर्हि किञ्चित् सम्यक्तया अवगमनं भवति इति चिन्तयामि. अस्तु, तर्हि रामप्रिया भगिनी भवती पठति वा तत्र करपत्रं? करपत्रं किल. कार्यकारणभावः च द्वितीयम् असमवायिकारणं. कार्यकारणभावस्य कथनावसरे लक्ष्यं किम्? एकस्मिन् अधिकरणे कार्यस्य च कारणस्य च वृत्तित्वम् इत्युक्तौ केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम्. कुत्रचित् द्वयोः कार्यकारणयोः सम्बन्धः अधिकरणे साक्षात् सिद्ध्यति, पुनः कुत्रचित् एकस्य साक्षात् एकस्य परम्परया. किन्तु यत्र कार्यकारणभावः आनुभविकः, तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव. अस्मिन् विषये अत्र चिन्तनं भविष्यति. अत्र कार्यकारण भावस्य लक्ष्यं किम् इति अत्र अस्ति. प्रथममस्ति एकस्मिन् अधिकरणे कार्यं वा कारणं वा तस्य वृत्तित्वं तस्य अस्तित्वम् अस्ति. इत्युक्ते केन सम्बन्धेन कारणम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यं. कार्यकारणः एकस्मिन् अधिकरणे अस्ति इत्युक्ते केन सम्बन्धेन कार्यः अधिकरणे, केन सम्बन्धेन कारणः अधिकरणे अस्ति इति वयं कार्यं कारणं कार्यः न कार्यं कार्यं कारणम् ओहो कार्यं कारणं वक्तव्यम् इति अस्ति. कार्यकारणयोः सम्बन्धः कस्मिंश्चित् अधिकरणे साक्षात् सिद्ध्यति, कस्मिंश्चित् कुत्रचित् साक्षात् सिद्ध्यति, एकस्य परम्परया परम्परासम्बन्धेन इति वयं पूर्वं दृष्टवन्तः. तस्मिन् सम्बन्धेन अस्ति इति अर्थः अत्र. किन्तु यत्र कार्यकारणभावः आनुभविकः, तत्र कथञ्चित् अधिकरणे कार्यस्य कारणस्य च सम्बन्धः साधनीयः एव. आनुभविकः इत्युक्ते अनुभवेन वयं वक्तुं शक्नुमः इति वा? इत्युक्ते प्रकटः तत्र यथा कपालपरिमाणं घटपरिमाणम् इति अस्ति, तयोः मध्ये तत्र समानाधिकरणं साक्षात् नास्ति खलु. परन्तु अनुभवेन वयं जानीमः एव तत्र कपालपरिमाणस्य अनुगुणमेव घटपरिमाणं भवति इति. तर्हि तत्र आनुभविकज्ञानम् अस्ति अस्माकं तयोः मध्ये कश्चन सम्बन्धः अस्ति इति, परन्तु समानाधिकरणं नास्ति इति अपि वयं जानीमः. तयोः मध्ये समानाधिकरणीयं करणीयं नास्ति इति अपि वयं जानीमः. तर्हि तयोः मध्ये कथञ्चित् वयं तत्र तादृश सम्बन्धः आनेतव्यः अस्माभिः. तर्हि कथम् इति, तत् कथं भवति इति एव इदानीं विषयः. अग्रे पठतु भगिनि. कार्यकारणभावस्य प्रकटीकरणार्थम् अपेक्षते. प्रथमं कार्यकारणभावार्थं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितं. तत् समानाधिकरण्यं वक्तव्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवतः इति बोध्यम्. द्वितीयं कार्यं कारणं च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यम्. केन सम्बन्धेन कार्यम् अधिकरणे तस्मिन्नेव च अधिकरणे केन सम्बन्धेन कार्यं भवति इति इदानीं विचारणीयम्. कार्यकारणस्य कार्यकारणभावस्य प्रकटीकरणार्थम् इत्युक्ते निरूपणार्थम् इति वा साधनीयार्थम् अत्र द्वे निकषाः सन्ति इति. प्रथममस्ति कार्यकारणभावार्थं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितं. समानाधिकरण्यम् कार्यकारणयोः समान अधिकरण्यं प्रथमम् अपेक्षितं यदा कार्यकारणभावार्थं. तत् समानाधिकरण्यं वक्तव्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवतः. यदा समानाधिकरण्यम् अस्ति इति वक्तव्यं चेत् एकस्मिन् एव अधिकरणे कारणमपि कार्यमपि भवतः इति वयं पूर्त्यम् इत्युक्ते प्रतीतिः इति ज्ञानं. कार्यं कारणञ्च एकस्मिन् अधिकरणे इति प्रकटीकरणार्थं द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति वक्तव्यं. यदा एकस्मिन् अधिकरणे कार्यमस्ति कारणमस्ति इति वयं प्रकटीकुर्मः चेत् तत् केन सम्बन्धेन तत् अधिकरणे स्तः इति अपि वयं वक्तव्यं. केन सम्बन्धेन इत्युक्ते केन सम्बन्धेन कार्यम् अधिकरणे केन सम्बन्धेन कारणम् अधिकरणे इति अपि वयं विचारणीयम्. इत्युक्ते कार्यं कारणं द्वयोः अपि समानाधिकरणं भवेत्, अपि च तत्र तादृशसमानाधिकरण्यं तयोः मध्ये अस्ति चेत् केन सम्बन्धेन अस्ति इति अपि. इत्युक्ते कार्यं केन सम्बन्धेन अधिकरणे, कारणं केन सम्बन्धेन अधिकरणे इति. उत्तमं. तर्हि अग्रे महोदय भवान् पठति वा? उदाहरणानि. समवायिकारणं यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायिकारणम्. असमवायविनोः गुणगुणिनोः क्रिया क्रियवतोः जातिव्यक्त्योः विशेष नित्यद्रव्योः च समवायसम्बन्धो भवति. अत्र समवायिकारणस्य पुनः वयम् अत्र अस्ति वाक्यम् अत्र यत् स्वस्मिन् तादात्म्येन तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति यदस्ति समवायिकारणमिति. अतः प्रथम उदाहरणम् अस्ति घटः कपालः इति. घटं प्रति कपालः समवायिकारणं भवति. अधिकरणं कपालः, घटः कपाले, कपालः कपाले स्वस्मिन् सम्बन्धेन. अतः समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्. अनेन कार्यकारणभावः साधितः. अत्र प्रथम उदाहरणं घटकपालः इति. वयं जानीमः घटः कपाले अस्ति, कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा घटं प्रति कारणमिति. अतः कपालः अधिकरणम् अस्ति, घटः कपाले, कपालः कपाले, अतः एकस्मिन् अधिकरणे इति. कपाल घटः केन सम्बन्धेन कपाले? समवायसम्बन्धेन कपाले, कपालः पादात्म्यसम्बन्धेन कपाले. किमर्थं घटः कपा समवायसम्बन्धेन कपाले? अत्र द्रव्य सम्बन्धः किल, अत्र समवायमेव भवति. द्रव्यसम्बन्धः किमर्थं समवायः भवति पुनः वदतु. हरि ओम्. भगिनि, अत्र अत्र घटः कपाले अस्ति इति समवायसम्बन्धेन अत्र किमर्थम्? ओ अष्टमेव, अत्र संयोगसम्बन्धः. घटः कपाले संयोगसम्बन्धेन अस्ति वा? तत्र पूर्वस्मिन् परिच्छेदे द्वितीयवाक्यं पठतु. कार्यं कारणं च, कार्यं कारणश्च एकस्मिन् अधिकरणे इति. न तत्र न, तत्र यत् स्वस्मिन् तादात्म्येन, तत्र द्वितीयं वाक्यम् अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्त्योः विशेषनित्यद्रव्योः च समवायसम्बन्धः भवति. अत्र घटकपालः, क्षम्यता, अत्र अवयव अवयविनोः इति. अस्तु, तत्तु अस्माकं प्रथमं सोपानं खलु. तत् कदापि चिन्ता नास्ति, चिन्ता नास्ति. अस्तु, तर्हि तत्र घटकपालयोः समवायसम्बन्धः अस्ति. घटः अपि कपाले, कपालः अपि कपाले, सम्बन्धः कपालः. तर्हि घटं प्रति तादात्म्येन स्थित् कपाले स्थित्वा समवायसम्बन्धेन घटं जनयति इति तत्र समवायीकारणम् इति. इदानीम् एक प्रथमम् उदाहरणं समवायिकारणस्य. अस्तु, द्वितीयं पश्यामः. द्वितीयः घटपरिमाणं घटः इति. परिमाणं प्रति घटः समवायिकारणं भवति. घटे परिमाणमस्ति. घटस्य परिमाणस्य च समानाधिकरण्यं वक्तव्यं. घटः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे परिमाणम् अपि अस्ति. समवायसम्बन्धेन परिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम्. अनेन कार्यकारणभावः साधितः. इदानीं घटपरिमाणः इति उदाहरणमस्ति. अत्र घटे परिमाणमस्ति. अत्र घटः स्वस्मिन् अधिकरणे तादात्म्यसम्बन्धेन अस्ति. अतः तत्र अधिकरणे परिमाणमपि अस्ति. अस्तु, परिमाणं किमर्थं घटे अस्ति? इत्युक्ते अथवा तत्र घटपरिमाणयोः सम्बन्धः कः? रामप्रिया भगिनी किञ्चित् वक्तुं शक्नोति वा? घटपरिमाणयोः समवायसम्बन्धः गुणगुणिनोः. उत्तमं, गुणगुणिनोः समवायसम्बन्धः. परिमाणम् इति गुणः इति कृत्वा गुणः गुणिनि अथवा द्रव्ये भवति इति तत्र परिमाणं घटे घटपरिमाणयोः समवायसम्बन्धः. सम्यक् वा महोदय? क्षम्यतां, पुनः क्षम्यताम्, अहं किञ्चित् भ्रमः भवति. न न, चिन्ता नास्ति, तत्र क्षमाविषयकः नास्ति. तत्र केवलम् अवगमनम् अस्ति वा इति एव. यतोहि तत्र एकस्मिन् मार्गे गच्छामः चेत् तत्र अन्यस्य अपि किञ्चित् चिन्तनं भवेत् खलु, तत्र केवलं समवायिकारणम् असमवायिकारणम् इति एव मास्तु, तत्र अन्यस्य विषयस्य अपि किञ्चित् पुनस्मरणं भवेत् इत्येव अहमेवं पृच्छामि. तर्हि चिन्ता नास्ति, तत्र केवलम् अवगमनं भवति चेत् सम्यक्. हा, अतः परिमाणं घटे अस्ति, अत्र घटपरिमाणं प्रति घटः समवायिकारणं भवति इति. तर्हि इदानीं तृतीय कपालपरिमाणं कपालः, अत्र समवायसम्बन्धेन कपालपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालः कारणम्. अत्र पुनः कपालपरिमाणं कपाले अस्ति, अतः समवायसम्बन्धेन कपालपरिमाणं प्रति कपालः कारणं, कपालः तादात्म्यसम्बन्धेन कपाले अपि अस्ति इति. तर्हि तत्र वाक्यं वदतु, तत्र एवं करोतु, तत्र कपालः कपालपरिमाणं तयोः मध्ये सम्बन्धः कः कः कुत्र अस्ति, अपि च तत्र कीदृशं कारणम्, अपि च तत्र वाक्यं, तत्र कारणस्य वाक्यमस्ति खलु तदपि तत्र. अत्रापि परिमाणं गुणगुणिनोः सम्बन्धः अस्ति कपालपरिणामिति. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन कपाले अस्ति, परिमाणं समवायसम्बन्धेन कपाले अस्ति, अतः कपालः कपालपरिमाणं प्रति कारणं भवति. इत्युक्ते तादात्म्येन स्वस्मिन् कृत्वा समवायेन कार्यं जनयति इति, परिमाणं जनयति इति. उत्तमं. तर्हि रामप्रिया भगिनी, भवती तत्र पटः तन्तुः तत् किञ्चित् वदति वा? अभ्यासः पटः तन्तुः, पटः तन्तुः इत्युक्ते अवयवः, अवयव अवयवीनोः तद् सम्बन्धः. समवायसम्बन्धेन पटं प्रति तादात्म्यसम्बन्धेन तन्तुः कारणम्. अस्तु, तत्र किञ्चित् चित्ररूपेण वदामि. कः कुत्र अस्ति, अधिकरणं किं, तत्सर्वम् उक्त्वा वदतु तर्हि. पटः इति कार्यमस्ति, तन्तुः इति कारणम्. पटः तन्तवेव तन्तुषु अस्ति, तन्तुः तादात्म्येन स्थित्वा पटं जनयति. तन्तुः तादात्म्येन कुत्र स्थित्वा, तादात्म्येन स्वस्मिन् स्थित्वा समवायेन पटं जनयति. उत्तमम्, उत्तमम्. तद्वत् झटिति पटरूपं पटः इत्यपि करोतु. पट पटरूपं पटः, तद् घटपरिमाणं घटः, पटरूपं पटः इति गुणगुणिनोः सम्बन्धः. अत्र पटरूपम् इति कार्यमस्ति, पटः इति कारणम् अस्ति, पटरूपं पटे अस्ति, पटः स्वस्मिन् पटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन पटरूपं जनयति. उत्तमम्, उत्तमम्. इदानीम् असमवायिकारणं तत् पठतु. असमवायिकारणं समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणं समवायिकारणे एतद् वयं दृष्टवन्तः यः गुणः वा क्रिया वा कार्यं प्रति समवायसम्बन्धेन कार्यं प्रति कारणं भवति तत् असमवायिकारणम् इति प्रथमविधम् उदाहरणमस्ति अत्र घटः कपालसंयोगः घटस्य असमवायिकारणं कपालसंयोगः अधिकरणं कपालः घटः कपाले कपालसंयोगः अपि कपाले समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् अत्र तु घटः कपालसंयोगः अत्र घटः इति कार्यं कपालसंयोगः इति कारणं कपालसंयोगः अपि कपाले अस्ति घटः अपि कपाले अस्ति अतः अधिकरणं कपालः घटस्य असमवायिकारणमस्ति कपालसंयोगः किमर्थम् इत्युक्ते समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् इत्युक्ते तत्र द्वयोः अपि अधिकरणमस्ति कपालः कपालः इति समवायिकारणं समवायिकारणे तत्र स्थित्वा समवायेन कार्यं जनयति इति तत्र असमवायिकारणं भवति कपालसंयोगः घटं प्रति तद्वत् इदानीं महोदय तत्र पटः तत्त्वसंयोगः अपि च हस्तपुस्तकसंयोगः हस्तगतक्रिया तर्हि द्वयमपि किञ्चित् झटिति करोतु पटतन्तुसंयोगः पटः तन्तौ अस्ति अतः पटस्य असमवायिकारणम् अस्ति तन्तुसंयोगः तन्तुः अधिकरणम् अस्ति अतः पटः तन्तौ अस्ति तन्तुसंयोगः अपि तन्तौ अस्ति अतः समवायसम्बन्धेन तन्तुसंयोगः पटं प्रति कारणमिति समवायसम्बन्धेन पटं प्रति समवायसम्बन्धेन तन्तुसंयोगः संयोगः कारणमिति हस्तपुस्तकसंयोगः अत्र तत्र प्रथमं कार्यं किं कारणं किम् अत्र अत्र क्रियासम्बन्धः किल क्रियावतोयोः सम्बन्धः एकक्षणं प्रथमं हस्तपुस्तकसंयोगः हस्तगता क्रिया तत्र कार्यं किं कारणं किम् हस्तगता इति कारणमस्ति हस्तगता क्रिया क्रिया अस्ति इत्युक्ते हस्ते विद्यमाना क्रिया इति कारणं कार्यं किं पुस्तकसंयोगमिति हस्तपुस्तकसंयोगः हस्तपुस्तकसंयोगः कार्यं भवति अस्तु अत्र एकक्षणं तत्र किञ्चित् जाटिल्यमस्ति तर्हि तत्र किञ्चित् सहायं करोमि तर्हि इदानीं क्रिया कुत्र अस्ति क्रिया हस्तगते अस्ति हस्ते अस्ति हस्तगता इत्युक्ते हस्ते विद्यमाना इत्युक्ते हस्ते क्रिया अस्ति इति क्रिया हस्ते अस्ति तर्हि संयोगः कुत्र अस्ति संयोगः हस्तपुस्तकयोः अस्ति हस्ते अपि अस्ति पुस्तके अपि अस्ति तर्हि हस्ते संयोगः अस्ति हस्ते क्रिया अपि अस्ति खलु तर्हि संयोगः इति कश्चन पदार्थः कीदृशपदार्थः अत्र गुणः वा गुणः उत्तमं संयोगः इति गुणः संयोगः इति गुणः कुत्र अस्ति अत्र हस्तपुस्तके तु हस्ते अस्ति इति स्वीकुर्मः पुस्तके अपि अस्ति परन्तु इदानीम् अस्माकं कृते तत् केवलं हस्ते इति स्वीकुर्मः तर्हि हस्ते संयोगः अस्ति तर्हि संयोगः इति गुणं प्रति समवायिकारणं किं प्रथमम् पुस्तकमस्ति इदानीं हस्ते संयोगः अस्ति चेत् तत् हस्ते विद्यमानः संयोगः प्रति समवायीकारणं किम् हस्तः अस्ति तर्हि इदानीं क्रिया कुत्र अस्ति क्रिया अपि हस्ते अस्ति तर्हि समवायीकारणे अस्ति वा क्रिया अस्ति तर्हि तत्र प्रथमवाक्यम् असमवायिकारणम् इति भागस्य प्रथमवाक्यं किं पठतु एकवारं समवायिकारणे समवायसम्बन्धेन यः गुणः अतः न इतोपि पठतु अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम् अत्र समवायिकारणं किम् अत्र हस्तः हस्ते किम् अस्ति तत्र कार्यमस्ति तत्र संयोगः खलु तर्हि तत्र इदानीं हस्ते क्रिया अस्ति वा अन्यगुणः अस्ति वा यत् कारणं भवितुम् अर्हति इदानीं क्रिया अस्ति अनन्तरं संयोगः अपि अस्ति गुणः संयोगः इति कार्यं तर्हि क्रिया इति कारणं तर्हि समवायिकारणे इत्युक्ते हस्ते समवायसम्बन्धेन या क्रिया इदानीं क्रियायाः उदाहरणं तदर्थमेव तत् अत्र दत्तमस्ति तर्हि या क्रिया इत्युक्ते हस्ते विद्यमाना क्रिया यदस्ति इत्युक्ते हस्तः यत्र कुत्रापि अस्ति हस्ते क्रिया अस्ति इत्येव कृत्वा तत्र हस्तः पुस्तकस्य उपरि वा अधबाहे वा यत्र कुत्रापि परन्तु पुस्तकेन सह तस्य संयोगः जायते खलु तर्हि काचन क्रिया अस्ति हस्ते तया क्रियया अत्र हस्तपुस्तकयोः संयोगः जायते इति कृत्वा तादृशक्रिया अस्ति कारणं कीदृशकारणम् असमवायिकारणं यतोहि तत्र समवायिकारणे समवायसम्बन्धेन क्रिया स्थित्वा कार्यम् इत्युक्ते संयोगः इति कार्यं प्रति कारणं भवति इति अवगच्छति वा अस्तु तर्हि अग्रिमभागः किञ्चित् पठतु तदनन्तरं स्थगयामः अत्र आहत्य यत्र घटः समवायेन जायते कपाले तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति घटं प्रति कपालद्वयसंयोगः असमवायिकारणम् अत्र कपालान्तर्भावेन कार्यकारणयोः सामानाधिकरण्यम् एवम् उभयमेकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणं कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं तदेव वयं दृष्टवन्तः अत्र इत्युक्ते एतत् प्रथमविधम् असमवायिकारणम् अस्ति खलु इत्युक्ते कार्येण सह एकस्मिन् अर्थे तर्हि कार्येण सह एकस्मिन् अर्थे अस्ति चेत् तत्र कार्यं सर्वदा समवायिकारणे अस्ति तर्हि समवायिकारणे स्थित्वा कार्यं प्रति कारणम् अस्ति इति असमवायिकारणम् इति प्रथमविध असमवायिकारणम् इदानीमस्ति द्वितीयविधम् असमवायिकारणम् अवशिष्टं यद्वयम् कारणेन सह सत्यं आगामिकक्षायां पठामः अस्तु धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः शुभरात्रिः